नमस्कारः. अस्माकं विषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः इति विषयः अनुवर्तते. गतवर्गे अष्टाध्यायी इति ग्रन्थस्य अवलोकनं आरब्धमासीत्. तस्य विषये पुनः आरम्भतः एकवारं पश्यामः. तत्र अष्टाध्यायी इति ग्रन्थे अष्टाध्यायाः सन्ति इति वयं जानीमः एव. प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति इति अपि ज्ञायते. तर्हि अत्र अध्यायानुसारेण के के विषयाः इति सारांशरूपेण द्रष्टुमिच्छामः चेत्, तत्र प्रथम अध्याये संज्ञा परिभाषा, संज्ञासूत्राणि परिभाषासूत्राणि प्रथमाध्याये सन्ति. इत्युक्ते तत्र संज्ञासूत्राणि अन्यत्र न सन्ति वा इति चेत्, प्रायेण प्रथमाध्याये सन्ति, अन्यत्रापि कुत्रचित् पश्यामः. संज्ञासूत्राणि अन्यत्रापि सन्ति, परन्तु प्रायेण प्रथमाध्याये एव सन्ति. तदनन्तरं तत्र द्वितीयाध्याये समासः अपि च कारकम् इति विषयः अस्ति. द्वितीयाध्याये समासः, कारकम् तदनन्तरं तत्र तृतीयाध्यायः, चतुर्थाध्यायः, पञ्चमाध्यायः, त्रयः अध्यायाः, तत्र प्रत्ययानाम् उल्लेखः अस्ति. प्रत्ययानाम् उल्लेखः अस्ति इत्युक्ते तदेव सारभूतः अस्ति व्याकरणस्य. तत्र के के प्रत्ययाः विधीयन्ते, प्रकृतिः कः, प्रकृतिः का इति विषयाः अत्र सन्ति. तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये. तत्र तृतीयाध्याये धातुतः विधीयमानाः प्रत्ययाः सन्ति. इत्युक्ते तत्र सप्तविधप्रत्ययाः सन्ति इति वयं जानीमः, खलु? सप्तविधप्रत्ययाः सन्ति तृतीयाध्याये धातुतः विधीयमानाः प्रत्ययाः. के ते इति चेत्, कृत् प्रत्ययः, तिङ् प्रत्ययः, अपि च सनादिप्रत्ययः, विकरणप्रत्ययः, चत्वारः प्रत्ययः. एते प्रत्ययाः धातुतः विधीयन्ते. कृत् प्रत्ययः, तिङ् प्रत्ययः. कृत् प्रत्ययः यदा योजयामः धातुतः, तदानीं प्रातिपदिकं निष्पन्नं भवति. पट्योगः, त तप्रत्ययः योजयामः चेत् पठित इति प्रातिपदिकं. तदनन्तरं त्रिषु लिङ्गेषु रूपाणि, पठितः, पठिता, पठितम् इति रूपाणि. एवमेव तवतु प्रत्ययः इति कृत् प्रत्ययः. बहवः प्रत्ययाः सन्ति, तेषां योजनेन प्रातिपदिकं निष्पन्नं भवति. तदनन्तरं धातुतः तिङ् प्रत्ययः. तिङ् प्रत्ययस्य योजनेन क्रियापदं निष्पन्नं भवति. पठति, पठतः, लट्लकारः, लोट्लकारः, लङ्लकारः इत्यादि. तत्र धातुतः तिङ् प्रत्ययः, तिङ् प्रत्ययस्य योजनेन क्रियापदस्य निष्पादनं भवति. तदनन्तरं विकरणप्रत्ययः. धातुतः एव विकरणप्रत्ययः अपि विधीयन्ते. तर्हि प्रायेण धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययः भवन्ति. लकारनिमित्तिकविकरणप्रत्ययः यथा तत्र ऋट् लकारे, धातु लकारयोः मध्ये, धातु लकारयोः मध्ये अथवा धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययः आगच्छति. तदनन्तरं सनादिप्रत्ययः. तत्र द्वादशसनादिप्रत्ययाः सन्ति. द्वादशसनादिप्रत्ययाः सन्ति. प्रायेण एते अपि धातुतः एव विधीयन्ते. यदा ते विधीयन्ते तदानीं नूतनधातुः निष्पद्यते. यदा तत्र णिच् इति प्रत्ययः सामान्यतया सरलमस्ति. धातुयोगः णिच्, तत्र पट् योगः णिच्, पाटि इति नूतनधातुः अस्ति. पट् योगः णिच् तत्र किमपि कार्यं कृत्वा, पाट् योगः इ पाटि इति नूतनधातुः. तर्हि धातुतः सनादिप्रत्ययस्य योजनेन नूतनधातुः निष्पद्यते. तर्हि तृतीयाध्याये केवलम् एते प्रत्ययः, धातुतः विधीयमानाः प्रत्ययः, कृत् प्रत्ययः, तिङ् प्रत्ययः, सनादिप्रत्ययः, विकरणप्रत्ययः, एतेषां विवरणम् अस्ति तृतीयाध्याये. तदनन्तरं तत्र चतुर्थ अध्याये, पञ्चमाध्याये किं किम् अस्ति इति चेत्, प्रातिपदिकात् ये ये प्रत्ययाः विधीयन्ते चतुर्थाध्याये, पञ्चमाध्याये. तर्हि प्रातिपदिकात् के प्रत्ययाः विधीयन्ते इति चेत्, सुप् प्रत्ययाः. प्रातिपदिकात् सुप् प्रत्ययः विधीयते, अपि च प्रातिपदिकात् स्त्री प्रत्ययः विधीयते, प्रातिपदिकात् तद्धितप्रत्ययः विधीयते, वस्तुतः सुबन्तात् तद्धितप्रत्ययः विधीयते। अतः चतुर्थाध्याये पञ्चमाध्याये सुप्रत्ययः, स्त्रीप्रत्ययः, तद्धितप्रत्ययः, त्रयः प्रत्ययः चतुर्थाध्याये पञ्चमाध्याये। तर्हि आहत्य तृतीयाध्याये चतुर्थाध्याये पञ्चमाध्याये सर्वेषां मिलित्वा सप्तविधप्रत्ययाः सन्ति। तर्हि विमला भगिनी वदतु, सप्तविधप्रत्ययाः के? भगिनि वदामि महोदय, श्रवणसाधनं नास्ति, किञ्चित् शब्दं श्रूयते स्यात्, क्षम्यताम्। सप्तविधप्रत्ययाः सन्ति, तिङ्प्रत्ययाः, कृत्प्रत्ययाः, विकरणप्रत्ययाः, सनाद्यन्तप्रत्ययाः, तद्धितान्त, सुप्, स्त्रीप्रत्ययाः। हा, बहु समीचीनं, तथैव अस्ति। तत्र चत्वारविधप्रत्ययाः तृतीयाध्याये सन्ति, अपि च त्रयः प्रत्ययाः चतुर्थाध्याये पञ्चमाध्याये सन्ति। आहत्य सप्तविधप्रत्ययाः एव सन्ति व्याकरणे, तान् विहाय अन्यत् किमपि नास्ति। अस्तु, तदनन्तरं तत्र षष्टाध्याये सप्तमाध्याये अष्टमाध्याये किम् अस्ति इति चेत्, तत्र सन्धिकार्यस्य विषये अस्ति। षष्टाध्याये वर्णनिमित्तिककार्यं, वर्णनिमित्तिकसन्धिकार्यं, यथा इको एणचि, अथवा तत्र सामान्यसन्धिकार्यं अस्ति खलु, इको एणचि, यान्तवान्तदेशसन्धिः, यण्सन्धिः, सवर्णदीर्घसन्धिः इत्यादीनि तत्र सन्धिकार्याणि तत्र षष्टाध्याये भवन्ति। तदनन्तरं तत्र षष्टाध्याये सप्तमाध्याये तत्र समाससम्बद्धानि सूत्राणि अपि सन्ति। तत्र समासे उत्तरपद अतः पूर्वपदे तत्र किमपि कार्यं परिवर्तनं भवति अथवा अलुक् भवति समासस्य, तर्हि समाससम्बद्धानि कार्याणि भवन्ति। तदनन्तरं तत्र अग्रे पश्यामः चेत् अष्टमाध्याये तत्र हल् सन्धिकार्याणि भवन्ति, अपि च णत्वसम्बद्धकार्याणि भवन्ति इति तत्र षष्टाध्याये सप्तमाध्याये अष्टमाध्याये सन्धिकार्याणि, समाससम्बद्धकार्याणि, प्रत्ययाश्रितानि कार्याणि इति तत्र इति सारांशः अस्ति। तर्हि प्रथमाध्याये संज्ञा परिभाषा, द्वितीयाध्याये समासः कारकं, तृतीयाध्याये चतुर्थाध्याये पञ्चमाध्याये प्रत्ययानाम् उल्लेखः, सप्तविधप्रत्ययानाम् उल्लेखः, विधानं, तेषां स्थाने आदेशाः भवन्ति चेत् तेषामपि उल्लेखः। तदनन्तरं षष्टाध्याये सप्तमाध्याये अष्टमाध्याये सन्धिकार्यं, समाससम्बद्धकार्यम्, अनन्तरं प्रत्ययाश्रितकार्याणि इति तत्र सारांशः अस्ति। इदानीं तत्र साक्षात् पुस्तकं स्वीकृत्य एकवारं पश्यामः। किमर्थं पश्यामः इति चेत् किञ्चित् तत्र आस्वादः भवतु, अपि च किञ्चित् फेमिलियरिटि भवतु इति कृत्वा एकवारं पश्यामः आरम्भतः। इत्युक्ते अत्र भगिनी प्रथमं तत्र प्रथमाध्याये प्रथमपादः इति आरभ्य एकवारं पश्यामः। तत्र मीना भगिनी, प्रथमं सूत्रं किम्? भगिनी, एकः संशयः अस्ति, पूर्वं यत् पठितं तत्र द्वित्वप्रकरणे अनचि च इति सूत्रं किमर्थं नास्ति? अनचि च इति सूत्रं धातोः द्वित्वं नास्ति, धातोः द्वित्वम् अस्ति चेदेव तत्र द्वित्वसम्बद्धसूत्राणि, यद् अस्माभिः पठितमासीत् तत्तु धातोः द्वित्वं यत्र भवति तस्मिन् विषये अस्ति। अनचि च इति वर्णनिमित्तिककार्यमस्ति, यत्र वर्णस्य द्विवारम् उल्लेखः अस्ति अथवा द्विवारम् उच्चारणं, तत्तु भिन्नमस्ति खलु, वर्णनिमित्तिककार्यम्। इदं तु द्वित्वप्रकरणे धातोः द्वित्वम् इदं खलु। अस्तु अस्तु, अन्ये के के सन्ति? नमस्ते भगिनि, सुमन् अस्मि, क्षम्यताम् अहमपि किञ्चित् विलम्बेन आगतवती। नमस्ते भगिनि, वासुदेव अस्मि। अस्तु अस्तु, तर्हि इदानीं रमा शिवरामन्। रमा भगिनी, नमस्ते नमस्ते, अहं भवतीं म्यूट् कृतवती, तत्र ध्वनिः आसीत्, प्रतिध्वनिः आसीत्। अस्तु, मीना भगिनी वदतु अत्र प्रथमं सूत्रं किं वृद्धिरादैच् इति प्रथमसूत्रं भगिनि वृद्धिरादैच् इति प्रथमसूत्रमस्ति तत्र पश्यामः चेत् अष्टाध्यायं मङ्गलश्लोकः नास्ति इति सामान्यतया प्रश्नः भवति इत्युक्ते तत्र शास्त्रीयग्रन्थेषु प्रथमं तत्र मङ्गलश्लोकः भवति तर्हि अस्मिन् ग्रन्थे मङ्गलश्लोकः नास्ति वा इति प्रश्ने सति तत्र वृद्धिरादैच् इति सूत्रमेव तत्र मङ्गलरूपेण अस्ति यतोहि वकारग्रहणं सामान्यतया शास्त्रेषु वकारग्रहणेन मङ्गलमेव सूचयति अतः वृद्धिरादैच् इति सूत्रेण एव तत्र मङ्गलश्लोकः अपि तस्मिन्नेव अस्ति अतः पृथक्तया मङ्गलश्लोकः नास्ति अपि च तदनन्तरं तत्र द्वितीयं सूत्रमस्ति किम् अस्ति भगिनि अदेङ्गुणः हा तर्हि वृद्धिरादैच् इति सूत्रेण वृद्धिसंज्ञा विद्यते आकारः ऐकारः औकारः एतेषां वृद्धिसंज्ञा अस्ति अदेङ्गुणः इत्यनेन अत् एङ् ह्रस्वकारः इकारः ओकारः एतेषां गुणसंज्ञा तदनन्तरं पश्यामः चेत् इको गुणवृद्धि इति अस्ति तर्हि यत्र यत्र यत्र गुणः अथवा वृद्धिः इति पदद्वयं सूत्रे आगच्छति तत्र तत्र इकः इति पदस्य अनुवृत्तिः भवति इत्युक्ते इकः एव स्थाने अस्ति तस्य स्थाने एव गुणः अथवा वृद्धिः भवति इति अस्ति तदनन्तरं किम् अस्ति भगिनि धातुलोपो आर्धधातुके बहु पठितं सूत्रं किन्ति च तत् सूत्रं न जानामि अस्तु भगिनि क्षम्यतां भगिनि कुत्र पठन्ती अस्ति कृपया वदतु भगिनि अष्टाध्यायी इति पुस्तके भगिनि हा पुस्तकमस्ति मम पार्श्वे प्रथमाध्याये प्रथमपादः अत्र सप्तत्रिंशत्तमं तमे पृष्ठे 37 पेज् पश्यामि भगिनि धन्यवादः तर्हि तत्र गुणनिषेधकसूत्रं गुणवृद्धिनिषेधकसूत्राणि सन्ति न धातुलोप अर्धधातुके क्नीति च दीदी वेवीताम् क्नीति च इति सूत्रम् अस्माकं परिचितं सूत्रमस्ति तर्हि अत्र अत्र प्रश्नः उदेति अत्र क्नीति च इति सूत्रं तु क्नीति च इति सूत्रं कीदृशसूत्रमस्ति निषेधकसूत्रम् इत्युक्ते अङ्गकार्यस्य निषेधः खलु किङ्गस्य निषेधः कयोः त्रयोः निषेधः सार्वधातु आर्धधातुकयोः गुणः तस्य अपि सार्वधातुकं नित्वत् भवेत् तदनन्तरं नीति चेति सूत्रेण गुणनिषेधः भवति सत्यं सत्यं तर्हि तत्र सार्वधातुक अर्धधातुकयोः इति कीदृशसूत्रमस्ति कार्यमस्ति कीदृशकार्यमस्ति नियम नास्ति निषेधकसूत्रम् सार्वधातुक न एकक्षणं सार्वधातुकार्धधातुकयोः इति सूत्रेण कीदृशकार्यं भवति गुणकार्यं भवति भगिनि गुणकार्यं भवति गुणकार्यं भवति कुत्र भवति अङ्गस्य इति अस्ति अङ्गस्य इत्यस्य अधिकारे अस्ति अङ्गे कार्यं भवति अङ्गकार्यम् अस्ति तर्हि क्मिति च इति सूत्रमपि तादृश अङ्गकार्यस्य निषेधं करोति तर्हि किमर्थं प्रथम अध्याये अस्ति इदं सूत्रम् इति प्रश्नः भवितुम् अर्हति किमर्थं क्मिति च इति सूत्रम् अत्र अस्ति इति प्रश्नः भवति तर्हि अत्र उत्तरमस्ति तत्र अनुवृत्त्यर्थम् अनुवृत्त्यर्थम् इत्युक्ते तत्र न इति पदस्य अनुवृत्त्यर्थम् अत्र स्थापितं न धातुलोप अर्धधातुके इत्यस्य अनन्तरम् अत्र स्थापितम् अनुवृत्त्यर्थम् इत्येव तत्र विषयः अस्ति नो चेत् तत्र सप्तमाध्याये अथवा षष्ठाध्याये कुत्रचित् स्थापयितुं शक्यते आसीत् परन्तु अत्र प्रथमाध्याये स्थापितमस्ति यद्यपि इदं सूत्रं परिभाषासूत्रं नास्ति संज्ञासूत्रमपि नास्ति तथापि अत्र सन्ति अतः प्रथमाध्याये केवलं संज्ञापरिभाषा इति नास्ति तान् विहाय निषेधकसूत्रमपि निषेधकसूत्राणि अपि सन्ति. तदनन्तरं पश्यामः चेत् तत्र संयोगसंज्ञा इति अस्ति. भगिनि हलोनन्तराः संयोगः इति सूत्रम्. भगिनि एकः संशयः अस्ति, गोमती वदामि. सूत्राणि षड्विधानि सन्ति न, तो निषेधसूत्रं कस्मिन् कस्याः विधे आगच्छति? विधिसूत्रमेव भगिनि, विधिसूत्रे एव, विधिसूत्रमेव निषेधकसूत्रम् इत्युक्ते अत्र किमपि सूत्रमस्ति, तस् किमपि विधिसूत्रमस्ति, तस्य निषेधं करोति अन्यत् सूत्रं, तादृशसूत्रम् अपि विधिसूत्रम् एव. विधिसूत्रम् इत्युक्ते किमपि कार्यं भवति, निषेधकसूत्रेणापि किमपि कार्यं भवति, कार्यमेव, अतः विधिसूत्रमेव. तत्र पृथक्तया निषेधकसूत्रम् इति वदामः, यतोहि इदं सूत्रं तत्र स्वतन्त्रतया न कार्यं करोति, कस्यचित् सूत्रस्य निषेधं करोति, अतः निषेधकसूत्रम् इति. धन्यवादः. तदनन्तरं तत्र संयोगसंज्ञा इत्यस्ति, हलोनन्तराः संयोगः इति अस्ति सूत्रं, हलोनन्तराः संयोगः. तर्हि इदं सूत्रं वदति, हल् वर्णद्वयं वर्तते चेत् व्यवधानं विना, तर्हि तयोः संयोगसंज्ञा अस्ति, ककार मकार इति वर्णद्वयम् अस्ति, अथवा ककार षकारः, अथवा मकारः सकारः, यः कोऽपि हल् वर्णः अस्ति, हल् वर्णद्वयम् अस्ति चेत् तयोः संयोगसंज्ञा इति अस्ति. तदनन्तरं तत्र अनुनासिकसंज्ञा अस्ति, मुखनासिकवचनोनुनासिकः इति सूत्रेण तत्र मुखसहितनासिकया उच्चार्यमाणः वर्णस्य अनुनासिकसंज्ञा इत्यस्ति. तर्हि तत्र वर्गस्य पञ्चमवर्णस्य अनुनासिकसंज्ञा अस्ति. तदनन्तरं सवर्णसंज्ञा, एवमेव प्रगृह्यसंज्ञा इत्यादीनि तत्र इत्यादयः संज्ञाः अत्र सन्ति पश्यन्ति चेत्. तदनन्तरम् अग्रे घूसंज्ञा, एतत् सर्वम् अग्रे गत्वा कदाचित् पठिष्यामः, परन्तु काचन संज्ञा तु अस्माकं परिचिता अस्ति, परन्तु काचन तु परिचिता नास्ति. तर्हि अत्र घूसंज्ञा इति अस्ति. तदनन्तरम् अग्रे तस्मिन्नेव पृष्ठे अन्ते पश्यति चेत् सर्वनामसंज्ञा इति अस्ति. सर्वनामशब्दाः इति वयं जानीमः, सर्वनामशब्दानां तत्र संज्ञा भवति, सर्वनामसंज्ञा भवति. तत्र प्रथमं सूत्रमस्ति, मुख्यमस्ति, सर्वाधीनि सर्वनामानि, सर्वाधीनि सर्वनामानि इति सूत्रेण सर्वनामसंज्ञा भवति, केषां शब्दानां सर्वनामसंज्ञा इति सूत्रं वदति. यतोहि सर्वाधीनि इत्युक्ते सर्व इति शब्दात् आरभ्य, सर्व इति शब्दस्यापि सर्वनामसंज्ञा अस्ति. इत्यादीनि पदानि, इत्यादीनि इत्यादयः शब्दाः तस्मिन् सर्वादिगणे, सर्वादिगणे शब्दाः उल्लेखिताः सन्ति. तर्हि तदर्थं तस्मिन् विषये एव अन्यानि सूत्राणि अपि सन्ति. अग्रे अग्रिमपृष्ठे अष्टत्रिंशत्तमे पृष्ठे अव्ययसंज्ञा इत्यस्ति. पश्यति चेत् अव्ययसंज्ञा, स्वरादिनिपातम् अव्ययम् पश्यति खलु, पश्यन्ति खलु? अस्तु, हा हा अस्तु. अत्र अव्ययसंज्ञा तत्र किम् अस्ति अरविन्द महोदय? आं भगिनि, स्वरादिनिपातम् अव्ययम्. अग्रे तद्धितश्च सर्वा सर्वविभक्तिः क्रञ्ज् क्रमेञ्जन्त त्वा तो सुन्कुस्ना सुन्कस्ना अव्ययी भावश्च. एतानि अव्ययी भावश्च इति परिचितमस्ति खलु भवतः? आम् भगिनि. हा, अव्ययीभावसमासस्य अव्ययसंज्ञा भवति इति. तर्हि आहत्य अत्र पञ्चसूत्राणि एव सन्ति, इत्युक्ते सम्पूर्णव्याकरणे कुत्र कुत्र अव्ययसंज्ञा भवति इति अत्र पञ्चसूत्राणि सन्ति. तदर्थं मुख्यसूत्रमस्ति स्वरादिनिपातम् अव्ययम्. स्वरादिगणे ये शब्दाः सन्ति, स्वर इत्यादयः शब्दाः, अपि च निपातसंज्ञकशब्दाः इत्युक्ते निपातसंज्ञा, केचन शब्दाः सन्ति तेषां निपातसंज्ञा भवति, इत्युक्ते तेषां वाक्यप्रयोगे तेषां लिङ्गस्य वचनस्य परिवर्तनं न भवति, तादृशशब्दाः इत्युक्ते च इति शब्दः अस्ति, च इति शब्दस्य तत्र लिङ्गवचनपरिवर्तनं न भवति खलु, पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे सर्वेषु लिङ्गेषु च इति एव अस्ति, अतः तादृशशब्दस्य निपातसंज्ञा अस्ति. केषां शब्दानां निपातसंज्ञा इति अपि पृथक्तया दत्तमस्ति, तर्हि तादृशशब्दस्य अव्ययसंज्ञा अपि भवति. तदनन्तरं तद्धितप्रक्रियायां कुत्र अव्ययसंज्ञा भवति, तदनन्तरं क्रिन्मेजन्तः त्वा तोसुन् कस्वुनः इत्युक्ते तत्र त्वाप्रत्ययस्य तुमुन् प्रत्ययस्य तोसुन् कस्वुन् इत्यादि प्रत्ययाः सन्ति, तेषाम् अपि अव्ययसंज्ञा भवति. तदनन्तरं पश्यामः चेत् सर्वनामस्थानसंज्ञा इति अस्ति, सर्वनामस्थानसंज्ञा. तत्र सूत्रं किम् अस्ति महोदय? श्री सर्वनामस्थानं सुडोर्नपुंसकस्य इति द्वयमस्ति. हा, तर्हि सूत्रद्वयम् अस्ति यत्र सर्वनामस्थानसंज्ञा भवति. सर्वनामस्थानसंज्ञा इति सुबन्तप्रक्रियायां तत्र सुबन्तप्रक्रियायां सूडनपुंसकस्य इति सूत्रमस्ति. तेन सूत्रेण तत्र सुट् इति प्रत्याहारः अस्ति, सुट् इति प्रत्याहारः, सु औ जस् अम् औट् इति सुट्, सु इति आरभ्य सु औ जस् अम् औट् इति पञ्चप्रत्ययः, पञ्चप्रत्ययः तेषां सर्वनामस्थानसंज्ञा अस्ति. नपुंसकलिङ्गे न भवति, केवलं पुल्लिङ्गे स्त्रीलिङ्गे सर्वनामस्थानसंज्ञा अस्ति. अहम् एवमेव वदामि अत्र केवलं किञ्चित् परिचयार्थं, तत्र यावत् शक्यं तत्र गृह्णन्तु, तत्र यतोहि तत्र सूत्राणि न पठितवन्तः एतावता, केवलं तत्र सूचनार्थं वदामि, परिचयः भवतु इति कृत्वा. अस्तु, ततः अग्रे गच्छामः चेत् तत्र परिभाषासूत्राणि, तत्र सम्प्रसारणसंज्ञा इति अस्ति, सम्प्रसारणसंज्ञा इग्यणः सम्प्रसारणम् इति अस्ति. तत्र यण्सन्धिः कदा भवति तत्र? इको यणचि, इकः स्थाने यण्, इकः स्थाने यण् अस्ति चेत् यण्सन्धिः भवति. परन्तु अत्र सम्प्रसारणसंज्ञा कदा भवति इति चेत् यणः स्थाने इक्, यणः स्थाने इक् भवति चेत् सम्प्रसारणकार्यम् इति वदामः. सम्प्रसारणकार्यमपि अङ्गकार्यम् अस्ति. अत्र अचीपरे इति किमपि नास्ति, इकोयणचि इत्यत्र अचीपरे इति अस्ति, अत्र अचीपरे इति नास्ति. अत्र तत्र धातूनाम् उल्लेखः भवति सूत्रेषु, कस्य धातोः सम्प्रसारणं भवतु इति उच्यते, तादृशधातोः सम्प्रसारणं भवति. इत्युक्ते तस्मिन् धातौ यः यण् वर्णः अस्ति तस्य इक् वर्णादेशः भवति, तस्मिन् विषये नियमाः सन्ति, अग्रे गत्वा पठामः. तत्र दिवादिगणः इति पाठे पठामः. तदनन्तरं तत्र परिभाषासूत्राणि सन्ति, परिभाषासूत्राणि कानि इति पठन्तु. आद्यन्तौ टकितौ मितचोन्त्यात् परः एच् ग्रस्वादेशो षष्टिस्थाने योगः स्थाने अन्तरतमा उरण्रपर अलोन्तस्य ङिच आदे परस्य अनेकाल्चित् सर्वस्य. हा, इति ता इति परिभाषासूत्राणि सन्ति, तावन्ति परिभाषासूत्राणि सन्ति. आद्यन्तौ टकितौ इति वयं जानीमः खलु, आद्यन्तौ टकितौ आगमस्य विषये परिभाषासूत्रमस्ति. आगमः कुत्र भवति, कस्यचित् यस्य आगमः टित् अस्ति चेत् तस्य आदौ आयाति, कित् अस्ति चेत् तस्य अन्ते आयाति. तदनन्तरम् आगमः मित् अस्ति चेत् मिदचोन्त्यात् परः, इत्युक्ते आगमस्य सूचकाः टित् कित् अथवा मित्. टित् कित् अस्ति चेत् आद्यन्तौ टकितौ, मित् अस्ति चेत् मिदचोन्त्यात् परः इति अस्ति. तदनन्तरम् ए च इग्रस्वादेशे इति सूत्रमस्ति. तत्र एच् वर्णस्य यदि ह्रस्वादेशः भवति चेत् तस्य इक् वर्णादेशः भवति. यदि कुत्रचित् सूत्रेषु ह्रस्वत्वं भवतु इति उच्यते, ह्रस्वत्वं भवतु, तत्र स्वरस्य ह्रस्वत्वं भवतु इति उच्यते, तत्र एच् वर्णः अस्ति चेत् एच् वर्णस्य स्थाने इक् वर्णः, ह्रस्ववर्णः, एकारस्य स्थाने इकारः, ऐकारस्य स्थाने ईकारः, ओकारस्य स्थाने उकारः, औकारस्य स्थाने उकारः, इ अथवा उ इति भवति. तदनन्तरं षष्ठीस्थाने किं नास्ति, किं सम्प्रसारणं, अस्य सूत्रस्य सम्प्रसारणं वत् अस्ति इकगुणसम्प्रसारणं ये च गृस् दातेशे. सम्प्रसारणवत् नास्ति महोदय, सम्प्रसारणवत् नास्ति. सम्प्रसारणम् इति अङ्गकार्यम् अस्ति, तत्र यण् स्थाने इक् भवति. अत्र तु यत्र यत्र स्वरस्य ह्रस्वत्वं भवतु इति वदामः, तत्र आकारः अस्ति चेत्, दीर्घ आकारः अस्ति चेत् तस्य ह्रस्ववर्णः अकारः, ईकारः अस्ति चेत् ह्रस्ववर्णः इकारः, ऊकारः अस्ति चेत् ह्रस्वः ऊकारः, ऋकारः अस्ति चेत् ह्रस्वः ऋकारः, लुवर्णस्य ह्रस्ववर्णः नास्ति, न दीर्घवर्णः नास्ति लु इत्यस्य. ऐ एकारः, ऐकारः, औकारः, ओकारः, ओकारः, औकारः, एतेषां चतुर्णां ह्रस्ववर्णः कः इति चेत्, यतोहि एते सर्वे वर्णाः दीर्घाः सन्ति, एकारः, ऐकारः, ओकारः, औकारः, एते सर्वे दीर्घाः, अतः एतेषां स्थाने ह्रस्ववर्णः कः इति प्रश्ने सति, तदर्थम् एकं परिभाषासूत्रमस्ति, एतेषां ह्रस्ववर्णः इक् वर्णः इति, इ इति एकारस्य स्थाने इ, तत्र स्थानेन्तरतम उच्चारणस्थानसाम्य साम्यत्वात् तत्र एकारस्य स्थाने इकारः, उकारस्य ओकार औकारस्य स्थाने उकारः इति सूत्रमस्ति, परिभाषासूत्रम्. एवमेव अन्यानि परिभाषासूत्राणि अत्रैव सन्ति, स्थाने अन्तर्गतमः, उरण्ड्रपरः, अलोन्त्यस्य, अलोन्त्यस्य इति अस्माकं परिचितमस्ति खलु सूत्रम्, अलोन्त्यस्य इति तत्र सार्वधातुकार्धधातुकयोः इति सूत्रसन्दर्भे अस्माभिः परिशीलितम् आसीत्. अलोन्त्यस्य यत्र सम्पूर्णस्य अङ्गस्य अथवा पदस्य स्थाने आदेशः अस्ति तर्हि न तथा नास्ति, परन्तु अन्तिम अल् वर्णस्य स्थाने आदेशः इति उच्यते. तदनन्तरं स्थानिवत् आदेशो, तत्र स्थानिवत् आदेशः इत्युक्ते स्थानिवत् भवति, कुत्रचित् आदेशाः स्थानिवत् भवन्ति इति, तदर्थं तत्र सूत्राणि सन्ति. तदनन्तरं लोपसंज्ञा, लोपसंज्ञा तत्र किमस्ति महोदय? अदर्शनं लोपः. अग्रे लुक् श्लू लुक् संज्ञा प्रत्ययस्य लुक् लुक् श्लू लुपः प्रत्यय परिभाषासूत्रे प्रत्ययस्य लोपे प्रत्ययलोपे प्रत्ययलक्षणं न लुभाङ्गस्य न लुभाङ्गस्य न लुभताङ्गस्य न लुभताङ्गस्य लुम्मताङ्गस्य हा लोपविषये एतानि सूत्राणि सन्ति. अदर्शनं लोपः इत्युक्ते तत्र कस्यचित् प्रत्ययस्य लोपः भवति चेत् प्रत्ययस्य अदर्शनम् अथवा अश्रवणम् इति अस्ति. लोपविषये एव तत्र प्रत्ययस्य लुक् श्लू लुपः इति सूत्रमस्ति, तर्हि लोपः लोपः लुक् इत्यनेन भवितुमर्हति, श्लू इत्यनेन भवितुमर्हति, लुप् इत्यनेन भवितुमर्हति. तर्हि तत्र लुक् श्लू इति वयं जानीमः, लुक् इति तत्र अदादिगणे शप् प्रत्ययस्य लुक् भवति इति जानीमः खलु, जानीमः खलु, लुक् श्लू इति तत्र जुहोत्यादिगणे शप् प्रत्ययस्य श्लू इति, श्लू इति शब्देन लोपः भवति. किमर्थम् इति एतादृश उल्लेखः इति चेत् तत्र वैशिष्ट्यम् अस्ति, तत्र लुक् अस्ति चेत् किमपि कार्यं भवति, श्लू अस्ति चेत् किमपि कार्यं भवति, यथा श्लू अस्ति चेत् द्वित्वं द्वित्वं भवति इति अस्ति इति. तदनन्तरं तत्र उपदा संज्ञा टी संज्ञा किं भवति भगिनि, लुप् अस्ति चेत् किं भवति, लुप् इति तत्र सुबन्तप्रक्रियां पश्यामः, परन्तु लुप् अस्ति चेदपि एवमेव, तत्र लोपः इत्यस्य विशिष्टसंज्ञा लुप् इति. तदनन्तरं तत्र उपदा संज्ञा अस्ति, अलोन्त्यात् पूर्व उपदा इति अस्ति, उपदा इत्यस्य संज्ञासूत्रमस्ति. कस्य उपदास्थानम् अस्ति इति चेत् अन्तिम अल्वर्णात् अलोन्त्यात् पूर्व उपदा इति अस्ति. तदनन्तरं सूत्रद्वयम् अस्ति अत्र, परिभाषासूत्रं तस्मिन् इति निर्दिष्टे पूर्वस्य तस्मात् इति उत्तरस्य इति अस्ति सूत्रद्वयम्। इदं सूत्रद्वयं परिभाषासूत्रमस्ति तस्मिन् इति निर्दिष्टे पूर्वस्य इति सप्तमीविभक्तेः परिभाषासूत्रमस्ति। इत्युक्ते सप्तमीविभक्तिः इत्युक्ते किम् इति वयं जानीमः खलु। पूर्वकार्यं पञ्चमीविभक्तिः इत्युक्ते परकार्यं। तर्हि तत्र कथं जानीमः पूर्वकार्यं परकार्यम् इति कथं जानीमः इति चेत् तदर्थं परिभाषासूत्रद्वयम् अस्ति। तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन सप्तमीविभक्तेः विवरणं, तस्मात् इति उत्तरस्य इति पञ्चमीविभक्तेः विवरणं। तदनन्तरं तत्र अग्रे गच्छामः चेत् तत्र सवर्णग्राहकं सूत्रमस्ति तपरस्तत्कालस्य इति अस्ति। तत्सूत्रं तपरस्तत्कालस्य इत्यपि अस्माकं परिचितं सूत्रमस्ति। तर्हि अत् इति वदामः चेत् तपरकरणं कुर्मः चेत् तत्र केवलं ह्रस्व अकारस्य ग्रहणम्। इत् इति वदामः चेत् केवलं ह्रस्व इकारस्य ग्रहणम् अस्तु इति तत्र प्रथमाध्याये परिभाषासंज्ञासूत्राणि सन्ति प्रथमाध्याये प्रथमपादे। इदानीं प्रथमाध्याये द्वितीयपादे पश्यामः चेत् तत्र अतिदेशप्रकरणम् इति अस्ति। अतिदेशप्रकरणम् अतिदेशदन्तस्य अपि अत्र एव अस्ति। येन विधिस्तदन्तस्य इत्यपि अत्र एव अस्ति। अत्र प्रथमाध्याये अस्ति अस्माकं परिचितमेव सूत्रं सत्यं। ततः अग्रे अतिदेशप्रकरणम् इति अस्ति। अतिदेशप्रकरणे अतिदेशसूत्राणि सन्ति। अस्माकं परिचितम् अतिदेशसूत्रं किम्? सर्वधातुकम् अपि लोटो लङ्वत् अस्माकं परिचितमस्ति वा? भगिनी एकवारम् उक्तवती शिव। ओ एवं वा, अस्तु अस्तु, समीचीनं समीचीनं। सार्वधातुकम् अपित् इति अस्माकं परिचितम् अस्ति, बहु परिचितम् अस्ति सार्वधातुकम् अपित् इति सूत्रं। तत्र तेन सूत्रेण अतिदेशः क्रियते। एवमेव अन्यानि सूत्राणि अपि सन्ति यत्र अतिदेशः क्रियते। कुत्रचित् नित्वम् अध्यारोप्यते, कुत्रचित् कित्त्वम् अध्यारोप्यते, तत्सर्वम् अत्र अत्रैव सन्ति। भगिनि अत्र अत्र वत् भवति सूत्रस्य अन्तिमे, तत् अतिदेशसूत्रं वा? लोटो लङ्वत् न, तथा नास्ति, तथा नास्ति। तत्र हनः सिच् इति सूत्रमस्ति, पश्यति वा? तत्र तु तथा नास्ति खलु। हनः सिच् वागमः यमो गन्धने तत् सर्वम् अतिदेशमेव, परन्तु तत्र तथा नास्ति खलु। सागोर् इच्छ तत्र अतिदेशसूत्रं, परन्तु तथा नास्ति, सर्वत्र तथा अस्ति इति नास्ति। अनश्च अपि अत्र अस्ति भगिनि। अनश्च, ओ न, अनश्च नास्ति। कुत्र अस्ति उश्च? मम दोषः। लोटो लङ्वत् अत्र नास्ति, अन्यत्र अस्ति। तत्र प्रत्यय आदेशः यत्र भवन्ति तत्र अस्ति। अस्तु इति तत्र अतिदेशसूत्राणि सन्ति। तदनन्तरं तत्र तस्मिन्नेव पृष्ठे अन्ते पश्यति चेत् लक्ष्मी भगिनी वदतु तत्र परिभाषासूत्रं किम् अस्ति 39वें पृष्ठे। हा, अचश्च अस्ति उदात्त अनुदात्तस्वरितसंज्ञः, उच्चैः हृदात्तः, नीचैः अनुदात्तः, तदनन्तरं समाहारः स्वरितः, स्वरिते उदात्तांश उदात्तांश अनुदात्तांश निर्णयः। पठतु। तस्यादित उदात्त मर्थहस्वम् इति पश्यति चेत् अत्र स्वरस्य विषये अस्ति। स्वरस्य स्वरसम्बद्धसूत्राणि इत्युक्ते उदात्तसंज्ञा अनुदात्तसंज्ञा स्वरितसंज्ञा कुत्र भवति इत्यस्मिन् विषये बहूनि सूत्राणि सन्ति। अग्रिमपृष्ठे अपि तत्र अस्ति समाहारस्वरितः, तदनन्तरं तस्यादित उदात्तमर्धह्रस्वम् इति सूत्रमस्ति। तदनन्तरम् अग्रे पश्यामः चेत् तत्र अस्माकं परिचितं सूत्रमस्ति प्रातिपदिकसंज्ञा, प्रातिपदिकसंज्ञा सम्बद्धसूत्राणि तस्मिन्नेव पृष्ठे अन्ते अन्ते सूत्रद्वयं किमस्ति? रप्रत्ययः प्रातिपदिकम् इति कृत्थर्थितसमासश्च इति द्वे सूत्रं हा तत्र अर्थवत् अधातु अप्रत्ययप्रातिपदिकं कृत्थर्थितसमासश्च इति सूत्रद्वयम् अस्ति प्रातिपदिकस्य विषये. तर्हि प्रथमं सूत्रम् अर्थवत् अधातु अप्रत्ययप्रातिपदिकम् इति सूत्रं वदति यः यत् शब्दस्वरूपम् अर्थवत् अस्ति, यत् शब्दस्वरूपम् अर्थवत् अस्ति, धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तः नास्ति, तादृशस्य प्रातिपदिकसंज्ञा भवति इति इदं सूत्रं वदति. तदनन्तरम् इत्युक्ते तत्र पट्योगः तप्रत्ययः योजयामः चेत् पठित इत्यस्य प्रातिपदिकसंज्ञा अस्ति इति वयं जानीमः. पठित इत्यस्य इति प्रत्ययान्तमस्ति, तस्य अन्ते तप्रत्ययः अस्ति. तर्हि अर्थवतधातुरप्रत्ययप्रातिपदिकम् इति सूत्रेण पठित इत्यस्य प्रातिपदिकसंज्ञा न अर्हति. अतः केन सूत्रेण तस्य प्रातिपदिकसंज्ञा इति पृष्टे सति कृत् अद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति. यस्य अन्ते कृत् प्रत्ययः अस्ति, यस्य अन्ते तद्धितप्रत्ययः अस्ति अथवा समासः अस्ति चेत् तस्य प्रातिपदिकसंज्ञा भवति कृत् अद्धितसमासाश्च इति सूत्रेण. तथा एव प्रत्ययस्य च भवति खलु सत्यं सत्यं यः कोऽपि प्रत्ययः भवतु, शत्रु शानच् तवतु नोल् यः कोऽपि प्रत्ययः भवतु कृत् प्रत्ययः भवतु अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति. आहत्य सूत्रद्वयम् एव अस्ति. यस्य अन्ते प्रत्ययः अस्ति, पठित इति अस्ति खलु पठित. ओ अस्तु अस्तु अस्तु तत्तु पदमेव पदं नास्ति, पठित इति प्रातिपदिकमस्ति पदं नास्ति. ओ पठित प्रातिपदिक प्रदत्तं किं न्यायप्रातिपदिकात् हा न्यायप्रातिपदिकात् इति पठित इति प्रातिपदिकमस्ति, तस्मात् सुप्रत्ययः विधीयते. अतः पठितः पठिता पठितम् इत्यादीनि रूपाणि भवन्ति त्रिषु लिङ्गेषु. इदानीं भवती उक्तवती यत् धातु नास्ति, प्रत्यय नास्ति, प्रत्यय अन्त अपि नास्ति. हा प्रत्ययान्तम् इत्युक्ते यस्य अन्ते प्रत्ययः अस्ति, पठिता इत्यस्य अन्ते प्रत्ययः अस्ति, अतः अथवा तधातुरप्रत्ययप्रातिपदिकम् इत्यनेन तस्य प्रातिपदिकसंज्ञा नास्ति. कृत् अधितसमासश्च इत्यनेन प्रातिपदिकं भवति, यतोहि कृदन्तमस्ति खलु. भगिनी कृदन्तविषये यदि इत्वा आगच्छति चेत् प्रातिपदिकं न भवति न तत् तत्रापि भवति त्वप्रत्यये यदि योजयामः पठित्वा इति भवति, पठित्वा इत्यस्य प्रातिपदिकसंज्ञा अस्ति, तस्य अव्ययसंज्ञा अपि अस्ति, त्वप्रत्यये अव्ययसंज्ञा अस्ति. अतः पठित्वा योगः सु लुक् अव्ययात् आप् सुपः इत्यनेन सुब्लुक्, अतः पठित्वा सूत्रम् अव्ययसूत्रम् अव्ययात् अप्सुपः. ओ ओ धन्यवादः भगिनि. नो चेत् तत्र पठित्वा इत्यस्य सुप्रत्ययः न विद्यते चेत् पदं न भवति खलु, पदं न भवति, पदं न भवति चेत् अस्ति न अव्ययम् अव्ययमपि सत्यम् अव्ययमपि सुबन्तं. तर्हि अव्ययस्य पदसंज्ञा नास्ति चेत् तत्र वाक्ये प्रयोक्तुं न शक्नुमः. अतः त्वा इत्यस्य अपि पदसंज्ञा आवश्यकी. तदर्थं तत्र सुप्रत्ययस्य विधानं भवति, सुप्रत्ययः लुप्यते. ओ धन्यवादः भगिनि. हा एवमेव तुमम् इत्यत्रापि अस्तु. तदनन्तरं तत्र एकशेषप्रकरणं क्षम्यतां भगिनि, अर्थवत् अधातु इति किमर्थम् उक्तं भगिनि तत्र अधातु इति? अधातु इत्युक्ते तर्हि धातोः प्रातिपदिकसंज्ञा भवति चेत् किं भवति तत्र अव्यवस्था भवति खलु. धातोः प्रातिपदिकसंज्ञा भवति चेत् तस्मात् सुप्रत्ययः विधीयते खलु, तदर्थम् अधातु इति उक्तम्. हा अतः अव्यवस्था भवति, तादृश अव्यवस्था मास्तु इति कृत्वा अधातुः इति उक्तम्. अस्तु, तदनन्तरं तत्र एकशेषप्रकरणम् इति अस्ति. एकशेषप्रकरणम् इत्युक्ते तत्र एकम् उदाहरणं वदामि. तत्र मातापिता इति, माता च पिता च, माता च पिता च, तत्र द्वन्द्वसमासः किं भवति तत्र? मातापितरौ, पितरौ अथवा पितरौ, पितरौ पितरौ इति द्वन्द्वः. इदानीम् एकशेषः, एकशेषं कर्तुम् इच्छामः चेत् तत्र विकल्पेन एकशेषं कर्तुं शक्नुमः. तर्हि तत्र किं भवति? पितरौ, पितरौ, हा पितरौ इति भवति. पितरौ इति वदामः चेत् तत्र माता च पिता च इति विग्रहः अस्ति. पितरौ इत्युक्ते तत्र माता अपि अन्तर् तस्मिन्नेव अन्तर्भूता, पेरेण्ट्स् पितरौ इति. एतादृशकार्याणि अत्र सन्ति. उपसर्गाः तु पदं भवन्ति, प्रत्यय पदं नास्ति खलु, शब्दः एव वा? किं प्रत्ययपदं नास्ति? प्रत्ययपदं नास्ति, प्रत्ययस्य पदसंज्ञा नास्ति खलु, प्रत्ययसंज्ञा एव अस्ति तत्र. अस्तु, किन्तु मूलरूपाणि तु धातु प्रातिपदिकम् एव, अतः तत्र तत् कीदृश प्रत्यय संज्ञा इत्युक्ते प्रिफिक्स् इति वदतु भगिनि. किन्तु सफिक्स् अस्ति तद् जानामि, किन्तु उपसर्ग, उपसर्गाः तु पदानि भवन्ति खलु. अस्तु, किन्तु प्रत्ययपदानि न भवन्ति. प्रत्ययपदानि न भवन्ति, कथं पदानि भवन्ति? प्रत्ययस्य योजनानन्तरं यदा सुप्रत्ययः विद्यते तदानीमेव पदं भवति खलु. सो प्रत्यय जस्ट् शब्दः, इस् इट्? हा, शब्दः इति चिन्तयितुं शक्नुमः. तत्र तादृशशब्दः यस्य प्रत्ययसंज्ञा अस्ति. तत्र व्याकरणे शब्दशास्त्रम् अस्ति खलु, तत्र तर्हि तु सर्वे तु शब्दाः एव. किन्तु सुप् वा तिङ् वा प्रत्यय अस्ति चेत् तत्तु नामपदं वा क्रियापदं? न न न, सुप्रत्ययस्य नामपदम् इति नास्ति. सुप्रत्यय यस्य अन्ते अस्ति तस्य सुबन्तम्, सुबन्तम् अस्ति चेत् नामपदं, कृद तिङन्तम् इत्युक्ते क्रियापदम्. तावदेव. अस्तु, अग्रे तृतीय प्रथमाध्याये तृतीयपादः, तत्र धातुसंज्ञा इति अस्ति. तत्र सूत्रं किमस्ति उमा भगिनी वदतु. अस्ति वा भगिनी? प्रथमधातुसंज्ञा भूवादयो धातवः, संज्ञा प्रकरणम्. एकक्षणम् एकक्षणं, तर्हि भूवादयो धातवः इति सूत्रेण धातुसंज्ञा भवति, इत्युक्ते औपदेशिक धातूनां, इत्युक्ते पाणिनी पाणिनीयधातुपाठे ये ये धातवः सन्ति तेषां सर्वेषां धातुसंज्ञा अनेन भवति. भुवादयो धातवः इति सूत्रेण धातुसंज्ञा भवति. तदनन्तरं किमस्ति? संज्ञाप्रकरणम्. इत्संज्ञाप्रकरणम् इति तत्र सर्वाणि सूत्राणि अत्र एव सन्ति. तर्हि इदानीं प्रकरणम् इति विषयः आगच्छति, पश्यन्ति खलु, प्रकरणम् इति विषयः आगच्छति. तत्र समानप्रकारककार्याणि भवन्ति. अत्र पश्यन्ति चेत् सर्वत्र इत्संज्ञा एव विधीयते. तत्र सप्तसूत्राणि सन्ति. उपदेशे जननासिक इत्, हलन्त्यं न विभक्तौ तु स्मः, आदिर्नि टुडवः, शप् प्रत्ययः, जुटु, लशक् प्रत्यये, तदनन्तरं सूत्राणि, तदनन्तरं इत् लोपः विधिः, तस्य लोपः इति विधिः. सत्यं सत्यम्. अस्तु, समीचीनं. तदनन्तरं पश्यामः चेत् परिभाषासूत्रमस्ति, यथासङ्ख्यम् अनुदेशसमानाम् इति सूत्रमस्ति. तत् प्रायः परिचितमस्ति. तत्र यत्र सूत्रेषु कस्य स्थाने, तत्र स्थानिनः स्थाने आदेशाः भवन्ति, इत्युक्ते एकस्य स्थाने बहवः आदेशाः सन्ति, तत्र कः वर्णः आदिष्टः भवेत् इत्यर्थं यथासङ्ख्यम् इत्युक्ते क्रमेण भवन्तु आदेशाः इति अत्र दत्तमस्ति. तदनन्तरं स्वरितेन अधिकारः इति सूत्रम् अग्रे पश्यामः चेत् आत्मनेपदप्रकरणम् अस्मिन् प्रकरणे भगिनी कृपया म्यूट् करोतु भगिनि कृपया म्यूट् करोतु भगिनि प्रतिध्वनिः आगच्छति. तर्हि अत्र आत्मनेपदप्रकरणे कुत्र कुत्र आत्मनेपदसंज्ञा भवति, कुत्र कुत्र धातोः आत्मनेपदसंज्ञा भवति इति अत्र दत्तमस्ति. अस्माकं प्रमुखं सूत्रमस्ति अनुदात्तनित आत्मनेपदम् इति परिचितमस्ति अस्माकम्. एवमेव अन्यानि सूत्राणि सन्ति, यत्र उपसर्गपूर्वकः कश्चन धातुः अस्ति चेत् तस्य आत्मनेपदसंज्ञा भवति इति, तादृशसम्बद्धसूत्राणि सर्वाणि अत्र सन्ति आत्मनेपदप्रकरणम्. एवमेव अग्रिमपृष्ठे पश्यामः चेत् तत्र उभयपदप्रकरणं परस्मैपदप्रकरणं कुत्र कुत्र परस्मैपदसंज्ञा भवति, उभयपदप्रकरणं स्वरितनितकर्तृभिप्राये क्रियापले इति अस्ति अग्रिमपृष्ठे 72 इति सूत्रम्. उभयपदप्रकरणं तत्र 270 सूत्रं स्वरितनितः कर्तृभिप्राये क्रियापलं क्रियापले इति सूत्रं परिचितमस्ति. तदनन्तरं परस्मैपदप्रकरणं शेषात् कर्तरि परस्मैपदम् इति सूत्रमस्ति, तदपि अस्माकं परिचितम्. एवमेव अन्यानि सूत्राणि अत्र सन्ति. तदनन्तरं चतुर्थ अध्याये पश्यामः चेत् अत्र वसन्ती भगिनी वदतु प्रथमं सूत्रं किम्. चतुर्थ अध्याये नास्ति भगिनी, प्रथमाध्याये चतुर्थभागः. हा प्रथमाध्याये चतुर्थपादे क्षम्यताम्. आकडरादेका संज्ञा इति सूत्रं. तदनन्तरं परिभाषासूत्रं विप्रतिषेधे परं कार्यम्. हा विप्रतिषेधे परं कार्यं, विप्रतिषेधे परं कार्यम् इति सूत्रम् अस्माभिः न पठितं, परन्तु यत्र सूत्रेषु सङ्घर्षः भवति इत्युक्ते एकस्मिन्नेव स्थले सूत्रद्वयम् आगच्छति कार्यं कर्तुं, तदानीं किं सूत्रं कार्यं कुर्यात् इति प्रश्ने सति तत्र विप्रतिषेधे परं कार्यम् इत्युक्ते यत्र सङ्घर्षः अस्ति तत्र परसूत्रस्य कार्यं भवति इत्युक्ते तस्य इतोपि विवरणम् अस्ति, परन्तु सामान्यरूपेण वदामः चेत् तत्र परसूत्रस्य बलम् अस्ति सप्तमाध्याये इत्युक्ते तत्र सपादसप्ताध्यायां परसूत्रस्य बलम् अस्ति इति अत्र सूत्रं वदति. एतत् सर्वम् अग्रे विप्रतिषेधे परं कार्यम् इति सूत्रस्य विवरणम् अग्रे पठामः, चिन्ता मास्तु. अग्रे अष्टाध्यायाः बलाबलचिन्तनम् इति विषयः अस्ति, तस्य तस्मिन् इदं सूत्रम् आगच्छति, पठामः. अधिकारः इति चेत् किम् अस्ति भगिनि, क्षम्यता. एकसंज्ञा अधिकारः इति चेत् अत्र आकडारात् एका संज्ञा इति सूत्रमस्ति, इत्युक्ते अस्मात् सूत्रात् आरभ्य कडाराकर्मधारयपर्यन्तम् इत्युक्ते द्वितीयाध्याये द्वितीयपादे 38 सूत्रपर्यन्तम् एकस्य शब्दस्य एक एव संज्ञा भवति, संज्ञाद्वयं न भवितुम् अर्हति इति अत्र वदति. आकडारात् एका संज्ञा इत्युक्ते एका एव संज्ञा भवति, संज्ञाद्वयं न यद्यपि संज्ञाद्वयस्य प्रसक्तिः भवति कुत्रचित्, परन्तु एका एव संज्ञा भवति. तदर्थं तत्र विप्रतिषेधे परं कार्यम् इत्यनेन तत्र परसूत्रस्य बलं भवति, अतः परसूत्रेण यत् संज्ञा विधीयते तदेव भवति इति अर्थः भवति. इत्युक्ते तत्र प्रत्येकं तत्र सन्दर्भं स्वीकृत्य द्रष्टव्यं भवति. अत्र उदाहरणार्थं यचिबम् इति एकं सूत्रमस्ति, परन्तु सूत्रद्वयमपि परिचितं नास्ति अतः न वदामि इदानीं, परन्तु सामान्यरूपेण तदेव तत्र एकस्य शब्दस्य एका एव संज्ञा भवति. ओ एक अक्षर इति एकक्षणं भगिनि, उमा भगिनि, अत्र लक्ष्मी भगिनि बुद्धं वा पूर्णतया न, अस्माभिः पठितं खलु अत्र समासवर्गे यचिबं जानामि, किन्तु तत् यचिबं त्यजतु तत्र कुत्रचित् अत्र उपसर्गसंज्ञा भवति, अस्तु, उपसर्गसंज्ञा भवति, गतिसंज्ञा भवति, संज्ञाद्वयं भवति. तत्र अकडरात् एका संज्ञा इति सूत्रेण तत्र गतिसंज्ञा एव परसूत्रमस्ति, अतः एव गतिसंज्ञा एव भवेत्, किमर्थम् उपसर्गसंज्ञा इति प्रश्नः भवति. तर्हि तत्र एकस्य शब्दस्य यद्यपि गतिसंज्ञा अपि उपसर्गसंज्ञा अपि अस्ति, तथापि तत्र परसूत्रं गतिसंज्ञा, अतः गतिसंज्ञा एव स्यात् इति प्रश्ने सति तत्र अपवादः अस्ति. यद्यपि अकडरात् एका संज्ञा इति क्षेत्रे अस्ति, तथापि तत्र अपवादः अस्ति. अपवादः अस्ति किमर्थम् इति चेत् गतिश्च इति सूत्रमस्ति, तत्र च इति ग्रहणेन, चकारग्रहणेन तत्र संज्ञाद्वयं भवितुम् अर्हति, परन्तु सामान्यचिन्तनं किम् इति चेत् तत्र संज्ञाद्वयं भवितुं न अर्हति इति एव विषयः. अवगतं भगिनि. अस्तु, धन्यवादः. तर्हि तदनन्तरं पश्यामः चेत् अत्र नदीसंज्ञा इति अस्ति, तत्र सुबन्तप्रक्रियायां नदीसंज्ञा पश्यामः. कडारा कर्मधारी इति सूत्रस्य विवरणं तदानीं पश्यामः, इदानीं मास्तु, इदानीं मास्तु. कडारा इति कडारा कर्मधारयः इति सूत्रमस्ति, तत् सूत्रपर्यन्तम् इति अर्थः. कडारा कर्मधारयः इति सूत्रं किं वदति इति इदानीं मास्तु, परन्तु आकडारात् इत्युक्ते किम् इति चेत् अस्मात् सूत्रात् आरभ्य कडारा कर्मधारे इति सूत्रपर्यन्तम् इति अर्थः. अस्माकं समासवर्गे कडारा कर्मधारयः इत्यस्य कः अर्थः इति पश्यामः. अस्तु, अस्तु, ततः अग्रे पश्यामः चेत् तत्र लघुसंज्ञा इति अस्ति, ह्रस्वं लघु इति अस्ति. ह्रस्वं लघु इत्युक्ते ह्रस्ववर्णस्य, ह्रस्वस्वरस्य लघुसंज्ञा भवति. अपि च तत्र दीर्घञ्च इत्युक्ते तत्र संयोगे गुरु इति एकं सूत्रं, तदनन्तरं दीर्घञ्च, दीर्घञ्च इति सूत्रे दीर्घस्वरस्य गुरुसंज्ञा भवति इति अस्ति तत्र. ह्रस्ववर्णस्य अनन्तरं तत्र संयोगः अस्ति, ह्रस्वस्वरस्य अनन्तरं संयोगः अस्ति चेत् तत्र ह्रस्वस्वरस्यापि गुरुसंज्ञा भवति, संयोगे गुरु इति सूत्रेण. तर्हि गुरुसंज्ञा सम्बन्धसूत्राणि, ह्रस्वस्य लघुसंज्ञा, दीर्घस्य गुरुसंज्ञा, कुत्रचित् ह्रस्वस्यापि गुरुसंज्ञा भवितुम् अर्हति यत्र संयोगे परे. अस्तु, तदनन्तरम् अङ्गसंज्ञा इति अस्ति, यस्मात् प्रत्ययविधि सदादि प्रत्ययङ्गम् इति सूत्रमस्ति, अग्रे पठामः. परन्तु वयं सामान्यतया जानीमः प्रत्ययात् पूर्वं यः भागः अस्ति तस्य अङ्गसंज्ञा इति अस्ति. तदनन्तरं तत्र पदसंज्ञा, पदसंज्ञासम्बद्धसूत्राणि, अस्माकं परिचितं तु सुप्तिङन्तं पदम् इति सूत्रं. तदनन्तरं भसंज्ञा इत्यादीनि अस्ति. तदनन्तरं पश्यामः चेत् तत्र प्रथमाध्याये चतुर्थपादे एव कारकसूत्राणि सन्ति, कारके इति अधिकारे बहूनि बहूनि सूत्राणि सन्ति, तेषां तत्र संज्ञा क्रियते. वयं सामान्यतया जानीमः खलु तत्र कर्मसंज्ञा, कर्तृसंज्ञा, अधिकरणसंज्ञा, अपादानसंज्ञा, सम्प्रदानसंज्ञा इत्यादीनि संज्ञा सन्ति. तर्हि तत्र संज्ञाम् आश्रित्य विभक्तिः भवति. कर्मसंज्ञा, यस्य कर्मसंज्ञा अस्ति तर्हि प्रत्ययेन न उक्तः चेत् कर्मसंज्ञायाः द्वितीयविभक्तिः भवति इति जानीमः खलु. रामः विद्यालयं गच्छति, तर्हि विद्यालय इति शब्दस्य कर्मसंज्ञा अस्ति इति कृत्वा तस्य द्वितीयविभक्तिः भवति इति एतादृशविवरणं कारकप्रकरणे अस्ति. तदनन्तरं तत्र पृष्ठसङ्ख्या 44 इत्यत्र तत्र उपसर्गसंज्ञा इति अस्ति. तत्र सूर्यकुमारी भगिनी वदतु, उपसर्गसंज्ञा सूत्रं किम्? सूत्रसङ्ख्या का 59. क्षम्यतां भगिनि. न पश्यामः. क्रियायोगे हा रमा भगिनी वदतु उपसर्गाः क्रियायोगे अग्रे अग्रे गतिश्च तदनन्तरं गतिसंज्ञा गतिसंज्ञा सम्बद्धसूत्राणि मुख्यसूत्रमस्ति गतिश्च इति सूत्रम् तदेव अत्र उक्तवती उपसर्गाः क्रियायोगे अपि च गतिश्च तर्हि उपसर्गः इत्युक्ते कस्य उपसर्गसंज्ञा भवति इति चेत् यद्यपि वयं सामान्यतया वयं वदामः प्र इत्यस्य उपसर्गसंज्ञा अस्ति आ इत्यस्य उपसर्गसंज्ञा अस्ति आगच्छति इत्यत्र आ इति उपसर्गः इति वयं वदामः सामान्यतया परन्तु अत्र सूत्रमस्ति कदा उपसर्गसंज्ञा भवति इति चेत् क्रियायोगे यदा धातुना सह योगः अस्ति तदानीम् उपसर्गसंज्ञा भवति इति सूत्रमस्ति तत्सम्बद्धानि अन्यानि सूत्राणि अत्रैव सन्ति अस्तु ततः अग्रे अत्र कर्मप्रवचनीयसंज्ञा इति अस्ति तत् कारकप्रकरणसम्बद्धम् अस्ति तदनन्तरम् अग्रे पश्यामः चेत् तत्र 45 इति पृष्ठे परस्मैपदसंज्ञा इति अस्ति भगिनि किम् अस्ति सूत्रम् लः परस्मैपदम् अनन्तरं तङ्गानाम् तङ्गानाम् आत्मनेपदं तङ्गानाम् आत्मनेपदम् इति सूत्रमस्ति तर्हि तत्र तत्र प्रत्ययः परस्मैपदं प्रत्ययस्य परस्मैपदसंज्ञा वा आत्मनेपदसंज्ञा वा इति कथं जानीमः इति तदर्थम् अत्र सूत्राणि सन्ति लः परस्मैपदं तङ्गानाम् आत्मनेपदम् एतद्वयम् अग्रे अस्माकं करपत्रे आयास्यति पठामः तदनन्तरं पश्यामः चेत् द्वितीयाध्याये तत्र समासप्रकरणमस्ति समर्थपदविधिः इति आरभ्य समासप्रकरणमस्ति तत्र संज्ञाः भवन्ति तत्पुरुषसंज्ञा तत्पुरुष अव्ययीभावसमासः तत्पुरुषसमासः इत्युक्ते प्रत्येकस्मिन् अधिकारे तत्पुरुष समासः तत्पुरुष अधिकारः अव्ययीभावाधिकारः बहुव्रीही अधिकारः द्वन्द्वसमासः इति सर्वाणि सूत्राणि द्वितीयाध्याये प्रथमपादे द्वितीयाध्याये द्वितीयपादे सन्ति समाससम्बद्धानि सूत्राणि अस्तु तदनन्तरं तत्र द्वितीयाध्याये तृतीयपादे तत्र अनभिहिते इति अस्ति अनभिहिते तत्र किम् अस्ति इति चेत् तत्र विभक्तिः विभक्तिसम्बद्धसूत्राणि कुत्र किं विभक्ति कुत्र का विभक्तिः भवति यथा कर्मणि द्वितीया इति सूत्रमस्ति पेज् 49 पश्यति चेत् कर्मणि द्वितीया इति अस्ति तर्हि यस्य कर्मसंज्ञा अस्ति तस्य द्वितीया विभक्तिः भवति एवमेव चतुर्थीविभक्तिसम्बद्धसूत्राणि चतुर्थीसम्प्रदाने तदनन्तरं तृतीया कर्तृकरणयोस्तृतीया इति सूत्रमस्ति अष्टादशतमं सूत्रं त्रयोदशतमं सूत्रमस्ति चतुर्थीसम्प्रदाने तदनन्तरम् अष्टविंशतितमं सूत्रम् अपादाने पञ्चमी इत्युक्ते तत्र किम् अस्ति इत्युक्ते विभक्तिसम्बद्धसूत्राणि सर्वाणि सन्ति कुत्र का विभक्तिः भवति किमपि तत्र संज्ञा अस्ति चेत् तत्र का विभक्तिः भवति कर्मणि कर्मसंज्ञा अस्ति चेत् द्वितीया सम्प्रदानसंज्ञा अस्ति चेत् चतुर्थी अधिकरणसंज्ञा अस्ति चेत् सप्तमी इत्यादीनि इत्यादयः अत्र इत्यादीनि सूत्राणि सन्ति अत्र अस्तु करणयोः तृतीया इत्युक्ते कर्तृ कर्मणि प्रयोगे एव तृतीया भवति खलु कर्तृ कर्मणि प्रयोगे बालकेन शाला गम्यते इति वदामः चेत् तत्र बालक इति तत्र कर्ता अस्ति यः कार्यं करोति तस्य कर्तृसंज्ञा अस्ति इदानीं गम्यते इति क्रियापदम् अस्ति गम्यते इत्यनेन कर्म उच्यते गम्यते इत्यनेन कर्म उच्यते तर्हि शाला इति तत्र तिङ्प्रत्ययेन उच्यते अतः शाला इत्यस्य प्रथमाविभक्तिः अस्ति कर्ता इत्यस्य तृतीयाविभक्तिः अस्ति कर्तृकरणयोस्तृतीया इति सूत्रेण कर्तुः तृतीयाविभक्तिः भवति कर्तुः प्रथमाविभक्तौ अस्ति इति नास्ति खलु कर्तुः प्रथमविभक्तौ अस्ति इति नास्ति कर्तुः तृतीया तदेव अनभिहिते इति वा अनभिहिते प्रत्ययेन अनुक्तः इति कृत्वा तत्र तृतीयविभक्तिः एव भवति. अस्तु, तत्र कारकविषये पठन्ति चेत् तत्र स्पष्टता जायते. इदानीं तत् विषये मास्तु. अस्तु, तदनन्तरं तत्र अन्यानि सूत्राणि, विभक्तिसम्बन्धसूत्राणि एव सन्ति तत्र द्वितीय अध्याये तृतीयपादे सम्पूर्णतया. तदनन्तरं चतुर्थपादे पश्यामः चेत् पुनः समाससम्बद्धसूत्राणि, समासस्य वचननिर्णयः, लिङ्गनिर्णयः सम्बद्धसूत्राणि सन्ति तत्र द्वितीयाध्याये चतुर्थपादे. अत्र अग्रे गत्वा पठामः. अत्र किमपि परिचितं नास्ति अस्माकम्. अव्ययीभावश्च इति सूत्रमस्ति खलु, अव्ययीभावश्च इति सूत्रं पेज् 51 तत्र अष्टादमं 18 अष्टादशतमं सूत्रम् अव्ययीभावश्च इति सूत्रं परिचितमस्ति अस्माकं. तेन सूत्रेण अव्ययीभावसमासः नपुंसकलिङ्गे भवति इति जानीमः खलु. विजयलक्ष्मी भगिनी, विजयलक्ष्मी भगिनी, भगिनी अस्ति वा? अरुणा भगिनी, जानीमः. क्षम्यतां महोदय, मम गृहे एव ध्वनिः अस्ति, अहं किमपि न कर्तुं शक्नोमि. ओके ओके, सारी. अस्तु, तदनन्तरं तत्र अग्रे अरुणभगिनी कृपया. अस्तु अस्तु, तर्हि तत्र अग्रे तत्र कुत्र अस्ति? अस्तु, तर्हि तदनन्तरं तत्र अग्रे गच्छामः चेत् तत्र तृतीयाध्याये प्रति गच्छामः चेत् तदेव अत्र अस्माकं मुख्यमस्ति, मुख्याध्यायः अस्ति. यतोहि तत्र प्रत्ययः इति प्रथमं सूत्रमस्ति. प्रत्ययः इति अनेन प्रत्ययसंज्ञा दीयते. अस्मात् सूत्रात् तत्र प्रत्ययः इत्यस्य अधिकारः भवति. तदनन्तरं परश्च इति अस्ति. प्रत्ययः परश्च इत्युक्ते तत्र परश्च इति सूत्रेण तत्र मूल धातुतः तत्र यत् विधीयते तस्य नाम अस्ति प्रत्ययः इति प्रत्ययसंज्ञा. तृतीयाध्याये प्रत्ययाः विधीयन्ते, चतुर्विधप्रत्ययाः विधीयन्ते. कृत्प्रत्ययः, तिङ्प्रत्ययः, विकरणप्रत्ययः, सनादिप्रत्ययः इति चत्वारविधप्रत्ययः, चतुर्विधप्रत्ययः विधीयन्ते. तदनन्तरम् अत्र पश्यामः चेत् अत्र पेज् 53 इत्यत्र पञ्चमं सूत्रं किम् अस्ति महोदय, रामनाथन् महोदय? गुप्तिचिकिद्य सन् तत्र ततः आरभ्य तत्र शीर्षकं किम् अस्ति तत्र? सन् प्रत्ययः. हा, तस्मात् पूर्वं सनादयो धातुप्रत्ययाः सन् प्रत्ययः. हा, सत्यं, सनादयो धातुप्रत्ययः इति सन् प्रत्ययः. तर्हि तत्र ततः आरभ्य सनाद्यन्तप्रत्ययः विधीयन्ते. सन् इति प्रत्ययः, तदनन्तरं तत्र क्यच् प्रत्ययः अस्ति, प्रत्ययः. हा, काम्यच् प्रत्ययः. तदनन्तरं प्रत्ययः, लिङ् प्रत्ययः, निच् प्रत्ययः, यङ् प्रत्ययः, निच् प्रत्ययः, यक् आय प्रत्ययः, इयङ् प्रत्ययः, निङ् प्रत्ययः एव. धातुसंज्ञा इति तावान् प्रत्ययाः सन्ति इत्युक्ते तत्र आहत्य सर्वे सनादिप्रत्ययाः सत्यं सर्वे सनादिप्रत्ययाः तत्र निच् प्रत्ययः अस्माकं परिचितमस्ति सन् निच् इति परिचितमस्ति तर्हि एते प्रत्ययाः प्रायेण धातुभ्यः विधीयन्ते तर्हि अत्र आहत्य द्वादशप्रत्ययाः सन्ति अत्र सूत्रे केवलम् एकादशप्रत्ययाः एव दत्ताः परन्तु एकं वार्तिकमस्ति वार्तिकेन क्विप् इति प्रत्ययः अपि सनादिप्रत्ययः अस्ति तर्हि आहत्य द्वादशप्रत्ययाः तदानीं तत्र धातुसंज्ञा इति सूत्रे किं वदति तत्र किमर्थं द्विवारं णिच् आयाति अपि च क्यच् आयाति णिच् द्विवारं किमर्थम् आयाति इति चेत् एकवारं तत्र चुरादिगणे ये दातवः सन्ति तेभ्यः णिच् यदि विधीयते तत्र सत्यापपाशरूपवीणा तूलश्लोकसेना लोमत्वच वर्मवर्ण चूर्ण चुरादिभ्यो णिच् इति सूत्रेण चुरादिगणे स्वार्थे धातुभ्यः णिच् प्रत्ययः विधीयते तदनन्तरं तत्र हेतुमति च इति अग्रिमं सूत्रमस्ति तेन सूत्रेण तत्र प्रेरणार्थे णिच् प्रत्ययः विधीयते सर्वेभ्यः धातुभ्यः प्रेरणार्थे णिच् प्रत्ययः विधीयते न न परिचितमस्ति मम परिचितमस्ति मेमरैस् न कृतवती परिचितमस्ति इति कृत्वा वदामि भगिनी ततः पूर्वं निच् प्रत्ययः मुण्ड मिश्र श्लक्ष्ण लवण व्रत तत्रापि निच् अस्ति तत्रापि निच् अस्ति तत्र प्रातिपदिकात् निच् प्रत्ययः विद्यते तेभ्यः प्रातिपदिकेभ्यः मुण्ड मिश्र श्लक्ष्ण तेभ्यः प्रातिपदिकेभ्यः निच् प्रत्ययः विद्यते सामान्यतया धातुतः विद्यते परन्तु कुत्रचित् प्रातिपदिकात् अपि विद्यते स्पेसिफिक् धातु सत्यम् अस्तु ततः अग्रे सनाद्यन्तदातवः पूर्वं किम् अस्माभिः पठितम् इति चेत् भुवादयो दातवः इति धातुसंज्ञा खलु अधुना सनाद्यन्तदातवः इत्युक्ते यस्य अन्ते सन् प्रत्ययः अस्ति तस्य धातुसंज्ञा भवति तदेव अत्र नूतनधातुसंज्ञा आतिदेशिकधातुः इति वदामः आतिदेशिकधातुः इति वदामः अस्तु ततः अग्रे अत्र ततः अग्रे पश्यामः चेत् अत्र विकरणप्रत्ययः विधीयन्ते तत्र किमस्ति महोदय तत्र प्रथममस्ति स्यतासि लृलुटोः स्यतासि लृलुटोः तत्र स्यतासृलुटोः तदनन्तरं सिप् प्रत्ययः तदनन्तरम् आम् प्रत्ययः तदनन्तरं तत्र चिलि प्रत्ययः चिलि इति चिलिसम्बद्धप्रत्ययः तदनन्तरं तत्र अङ्ग् अङ्ग् चङ्ग् क्षीण प्रत्ययः तदनन्तरं तत्र सार्वधातुके यक् तदनन्तरं ततः आरभ्य अस्माकं परिचितसूत्राणि इत्युक्ते कर्तरि शप् इत्युक्ते गणम् आश्रित्य ये विकरणप्रत्ययाः सन्ति इत्युक्ते कर्तरि शप् इत्यस्मात् पूर्वं यानि यानि सूत्राणि सन्ति तत्र लकारनिमित्तिकविकरणप्रत्ययः इत्युक्ते तत्र षट्सु लकारेषु लृट् लृङ् लुट् लिट् आशीर्लिङ् इत्येतेषु लकारेषु तत्र लकारनिमित्तिकविकरणप्रत्ययः किमपि त्यक्तमिति भाति लृट् लृङ् तदनन्तरं लुट् तदनन्तरं तत्र लुङ् लुङ् आशीर्लिङ् अनन्तरं लिट् आशीर्लिङ्ग् अपि च लिट् अत्र आशीर्लिङ्ग् इति अत्र नास्ति परन्तु अत्र अन्यलकारः लुङ् लकारः अस्ति लुङ् लकारे चिलि प्रत्ययः भवति चिलि प्रत्ययः अत्र चिलीलुङ्गि इति सूत्रमस्ति, 43 इति सूत्रं, पेज् 54 इति पृष्ठे एव चिलीलुङ्गि इति सूत्रमस्ति. तदनन्तरं तत्र लुङ्लकारे के के प्रत्ययाः भवन्ति इति चेत्, कुत्रचित् चिलिप्रत्ययः भवति, कुत्रचित् सप्रत्ययः भवति, कुत्रचित् चङ्, कुत्रचित् अङ्, कुत्रचित् चिण् इति प्रत्ययाः भवन्ति चिलिप्रत्ययः. तदनन्तरं तत्र स्यतासि लृलुटोः इति सूत्रम् अस्माकं परिचितमासीत्, तत्र 33 इति सूत्रं, स्यतासि लृलुटोः. तत्र लृट् लकारे स्य प्रत्ययः भवति, पठिष्यति, गमिष्यति इत्यादीनि. लुट् लकारे तास् इति प्रत्ययः भवति. तदनन्तरं तत्र लिट् लकारे आम् इति प्रत्ययः, कुत्र कुत्र आम् इति प्रत्ययः भवति इति वदति. तदनन्तरं तत्र सार्वधातुके यक् इति सूत्रेण कर्मणि, कर्मणि प्रयोगे पठ्यते, गम्यते इत्यत्र सर्वत्र सार्वधातुके यक् इति सूत्रेण यक् इति प्रत्ययः विद्यते. तदनन्तरं तत्र गणनिमित्तिकविकरणप्रत्ययाः सन्ति, कर्तरि शप् इति आरभ्य पश्यामः चेत्, कर्तरि शप् दिवादिभ्यः श्यन्, स्वादिभ्यः श्नु, तुदादिभ्यः शः. इत्युक्ते तत्र शप् श्यन् श्नु श श्नम् उ तनादिगणे उ श्ना क्रयादिभ्यः श्ना. पश्यन्ति खलु सर्वे, इति गणनिमित्तिकविकरणप्रत्ययाः सन्ति. तत्र गणम् आश्रित्य विकरणप्रत्ययाः सन्ति. तदनन्तरं अग्रिमे पृष्ठे एवमेव शानच् प्रत्ययः, शायच् प्रत्ययः इति सर्वे तत्र विकरणप्रत्ययः एव सन्ति. कुत्रचित् छन्दसि भवन्ति, कुत्रचित् विशिष्ट विशिष्टगणे विशिष्टकार्यं भवति. एतत् सर्वम् अत्र दत्तमस्ति. ततः अग्रे पश्यामः चेत् तत्र 90 विकरणप्रत्ययः, विकरणप्रत्ययसम्बद्धसूत्राणि एव सन्ति. तदनन्तरं पश्यति चेत् धातोः इति अधिकारसूत्रमस्ति, धातोः इति अधिकारसूत्रं. तर्हि ततः अग्रे उपपदसंज्ञा इति अस्ति. तदनन्तरं तत्र तदनन्तरं किमस्ति, 93 इति सूत्रं, इति सूत्रेण यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् प्रत्ययः. ततः आरभ्य कृत्संज्ञा विधीयते, कृततिङ् इति सूत्रेण कृत्संज्ञा आरभ्यते. तदनन्तरं पश्यामः चेत् तत्र तृतीयाध्याये चतुर्थाध्याये, तत्र तृतीयाध्याये सम्पूर्णतया, चतुर्थाध्याये नास्ति, तृतीयाध्याये सम्पूर्णतया ततः आरभ्य कृतिङ् इति आरभ्य तत्र कृत् प्रत्ययाः सन्ति, बहुविधप्रत्ययाः सन्ति. कृत्यप्रत्ययः, कृत्यप्रत्ययः सन्ति, तव्यत् तव्यत् तव्य अनियर् प्रत्ययः, प्यप् प्रत्ययः, यत् प्रत्ययः. तदनन्तरम् अग्रिमपृष्ठे ण्यत् इति प्रत्ययः, हा. तदनन्तरं तत्र 133 इति सूत्रं किमस्ति, नूल् प्रत्ययः, नूल् त्रिचौ इति अस्ति, नूल् प्रत्ययः, त्रिच् प्रत्ययः. तदनन्तरम् अच् प्रत्ययः, अग्रे पश्यति चेत् बहुविधप्रत्ययाः सन्ति तत्र, कच् प्रत्ययः, क्विप् प्रत्ययः, अग्रे पश्यति चेत् तत्र एवमेव सर्वत्र. तदनन्तरं तत्र 61 इति पृष्ठसङ्ख्ये पश्यामः चेत्, महोदय धन्यवादः, कुमति भगिनी वदतु तत्र 124 तमं सूत्रं किमस्ति. क्षम्यतां भगिनि एकक्षणं, गोमति भगिनि वदामि. 124 शत्रुशानच् प्रत्ययौ, लटः शत्रुशानचा व प्रथमा, लट् शत्रुशानचा व प्रथमा समानाधिकरणे सम्बोधने च. इत्युक्ते अत्र शत्रुप्रत्ययः शानच् प्रत्ययः विद्यते. तत्र सूत्रमस्ति लटः शत्रुशानज शानज प्रथमा समानाधिकरणे सूत्रेण, अस्माकं परिचितमस्ति. ततः अग्रे अन्ये प्रत्ययः सन्ति, त्रिण् प्रत्ययः, बहुविधप्रत्ययः सन्ति, पश्यन्तु गृहपाठरूपेण. तदनन्तरं गच्छामः चेत् तत्र तृतीयाध्याये तृतीयपादे अपि ततः अग्रे कृत् प्रत्ययः एव सन्ति, तत्र सम्पूर्ण अध्याये कृत् प्रत्ययः एव सन्ति. तदनन्तरं तत्र पेज् 66 इत्यत्र पश्यति चेत् तिन् इति प्रत्ययः स्त्री अधिकारे अस्ति. तिन् इति प्रत्ययः गतिः मतिः इत्यादीनि रूपाणि स्त्रियां तिन् इति सूत्रेण तिन् प्रत्ययः. तदनन्तरम् अन्ये प्रत्ययाः सन्ति. अस्तु, तर्हि तत्र तदनन्तरं तत्र पृष्ठसङ्ख्या अस्ति 71. तत्र गीताञ्जलि भगिनी वदतु, तत्र 77 इति सूत्रं किम् अस्ति? 77 अत्र लस्य लस्य इति सूत्रमस्ति. वयं जानीमः लस्य इति सूत्रेण तत्र लकारस्य स्थाने तिबादयः विधीयन्ते. ततः अग्रे सूत्रं किमस्ति? तिप्तस्जि सिप्तस्मस् मिप्पस्मस् ता आताञ्ज था साथां ध्वं मिद्वहि महि. हा, तत्र अष्टादश तिङ्प्रत्ययाः सन्ति. लस्य लकारस्य स्थाने अष्टादश तिङ्प्रत्ययाः विधीयन्ते. ततः अग्रे पश्यति चेत् तत्र टित आत्मने पदानां टेरे इति आरभ्य तत्र तिङ्प्रत्ययस्य स्थाने आदेशाः भवन्ति. इत्युक्ते तत्र तत्र कीदृश आदेशाः भवन्ति? अत्र उदाहरणार्थम् अत्र वदामि, तासहसे इति सूत्रमस्ति. अत्र वन्द् इति धातोः मध्यमपुरुषे एकवचने रूपं किम्? वन्दे मध्यमपुरुषे एकवचने वन्देते वन्दसे वन्दसे वन्दते वन्दसे. तर्हि तत्र त आतां झ थास् इति प्रत्ययः अस्ति खलु, थास् इति प्रत्ययः अस्ति. अष्टादशप्रत्ययः, तर्हि आत्मनेपदी प्रत्ययः अस्ति थास् इति प्रत्ययः अस्ति मध्यमपुरुषे. तर्हि तस्य तत्र वन्दसे इति रूपं कथम् अस्ति? वन्दताः इति भवेत् खलु इति प्रश्ने सति तत्र थास् स्थाने से इति आदेशः भवति. अतः तासः से इति सूत्रमस्ति, एति सूत्रम् एति थासः से. तर्हि तास्थाने से इति आदेशः. एवमेव अन्यत्रापि मूलप्रत्ययस्य स्थाने आदेशाः भवन्ति. अस्तु, प्रश्नः अस्ति वा? कार्येषु भिन्नभिन्न आदेशः अस्ति न भगिनि? लकारेषु अपि भिन्नभिन्न आदेशाः सन्ति. इदानीम् अत्र प्रत्ययस्य स्थाने, अत्र एव लोटो लङ्वत् इति अस्ति, 85 इति सूत्रमस्ति खलु, लोटो लङ्वत् इति आदेशम्. भगिनी, प्रत्ययस्य आरम्भे समर्थपदविधिः इति एकं सूत्रम् आगच्छति समासप्रकरणे. समासप्रकरणे द्वितीय अध्याये प्रथमपादे अस्ति खलु, समासप्रकरणे समर्थपदविधिः. प्राक्करारात् समासः इत्यादयः भवन्ति खलु, समर्थानाम् एव. अस्तु, अत्र प्रत्य आदेशाः सन्ति. एतत् सर्वं वयम् अग्रे पठामः, तत्र तिङन्तप्रकरणे एतत् सर्वं पठामः. तदनन्तरम् अग्रिमपृष्ठे पश्यामः चेत् तत्र सार्वधातुकसंज्ञा इति अस्ति. अग्रिमपृष्ठे विजयलक्ष्मी भगिनी भवती वदतु, सार्वधातुकसंज्ञा सूत्रं किमस्ति? अस्ति वा भगिनि? हा, अस्मि. अग्रिमपृष्ठे पेज् 72 सार्वधातुकसंज्ञा सूत्रं किमस्ति? सार्वधातुकसंज्ञा तिङ्क्षिप् सार्वधातुकम्, अनन्तरम् आर्धधातुकसंज्ञा, आर्धधातुकं शेषः, लिट् च, लिङ्गाशिशि, छन्दस्युभयथा. इत्युक्ते तत्र सार्वधातुकसंज्ञा अत्रैव विधीयते, तृतीय अध्याये एव सार्वधातुकसंज्ञा विधीयते. तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति. तिङ् अथवा षित् सार्वधातुकसंज्ञकः आर्धधातुकं शेषः इत्यनेन अवशिष्टाः सर्वे प्रत्ययाः आर्धधातुकाः. तदनन्तरं लिट् च अपि च लिङ्गाशिशि इत्युक्ते लिट् लकारः इत्युक्ते तिङ् प्रत्ययः सामान्यतया सार्वधातुकः यतोहि तिङ्क्षित् सार्वधातुकम् इति सूत्रेण. परन्तु कुत्रचित् तिङ् प्रत्ययः आर्धधातुकः प्रत्ययः आर्धधातुकः भवति कुत्र इति चेत् लिट् च इत्यनेन लिट् लकारे च लिङ्गाशिशि इत्यनेन अशीर्लिङ् लकारे तिङ् प्रत्ययः आर्धधातुकः यतोहि तत्र आर्धधातुकः इत्यस्य अनुवृत्तिः भवति. अस्तु, एतदपि अस्माभिः पूर्वं पठितम् आसीत्. अस्तु, ततः अग्रे चतुर्थाध्याये सर्वत्र चतुर्थाध्याये पञ्चमाध्याये तत्र प्रातिपदिकात् प्रत्ययः विधीयन्ते. तत्र न्याप्रातिपदिकात् इति अस्ति प्रथमं सूत्रं. चतुर्थाध्याये प्रथमपादे प्रथमं सूत्रमस्ति न्याप्रातिपदिकात् इत्युक्ते प्रातिपदिकात् एव सुप्रत्ययः विधीयन्ते. तदनन्तरं स्वादिप्रत्ययः सुवजस् अमोक्षस् इति सुप्रत्ययः एकविंशति सुप्रत्ययः. अङ्गकार्यम् इति कुत्र अस्ति भगिनि? अग्रे अग्रे आयास्यति. परन्तु तिङ्क्षित् सार्वधातुकं केवलं धातुतः विधीयते तत्र एव भवति खलु? सत्यं सत्यम्. अङ्गाधिकारे अङ्गाधिकारे सूत्राणि सन्ति. तत् कुत्र इति षष्टाध्याये षष्टाध्याये चतुर्थपादात् आरभ्य पश्यामः. इदानीं स्त्री अधिकारः स्त्रियाम् इति अधिकारे स्त्रीप्रत्ययः विद्यन्ते. टाप् डाप् नीप् नीश् इत्यादयः स्त्रीप्रत्ययः स्त्रीलिङ्गे स्त्रीप्रत्ययः विद्यन्ते. अतः स्त्री अधिकारः इति अस्ति. ततः अग्रे गच्छामः चेत् तत्र अग्रिमपृष्ठे तद्धित अधिकारः इति तद्धितप्रत्ययः महासागरः अस्ति. तत्र प्रवेशः एव क्लेशः. तद्धित अधिकारः तत्र सरलरीत्या पश्यामः चेत् तद्धित अधिकारे तत्र मतुप्रत्ययः अस्ति खलु. मतुप्रत्ययः अस्माकं परिचितम् अस्ति. मतुप्रत्ययस्य उदाहरणं कोऽपि वदतु. बलवान् अथवा बुद्धिमान् इत्युक्ते बलवान् बलम् अस्य अस्ति अथवा अस्मिन् अस्ति सः पुरुषः बलवान्. तर्हि तादृश बलवती इति तादृश मतुप्रत्ययः अस्ति तत्र. बुद्धिमान् बुद्धिः अस्य अस्ति इति मत्वर्तीयप्रत्ययः इति. तत्र बहुविधप्रत्ययः अपत्यार्थे प्रत्ययः सन्ति बहुविधप्रत्ययः सन्ति. तद्धितप्रकरणे तत्र पञ्चमाध्याये सम्पूर्णतया तद्धितप्रत्ययः भवन्ति. अस्तु, तत्र पेज् 98 इत्यत्र समासान्त अधिकारः इति अस्ति. अत्र विनयमहोदय पश्यति वा? अष्टषष्टि द्रष्टुं न शक्नुमः. परन्तु पृष्ठसङ्ख्या नास्ति. पञ्चमाध्याये चतुर्थपादे 98 पृष्ठसङ्ख्या. अतः 98 अत्र अस्ति. 98 पृष्ठसङ्ख्या अस्ति. तत्र 68 अष्टषष्टितमं सूत्रम्. ओ 68 सूत्रं समासान्त. वयं जानीमः समासान्तः तद्धितान्तर्भूतः समासान्तप्रत्ययः. समासान्तप्रत्ययः अत्रैव सन्ति. अत्रैव सन्ति. तदनन्तरं तत्र तस्मिन्नेव तत्र अग्रिमपृष्ठे तत्र 107 इति सूत्रमस्ति खलु. सूत्रसङ्ख्या कः? 107 अव्यभावशरत् प्रभृतिभ्यः सूत्र अस्ति. अव्यो सम्बन्धे गणसूत्र अस्ति. विवरणम् अस्तु महोदय. अग्रे तत् अनश्च तदनन्तरं नपुंसकात् अन्यतरस्याम कोऽपि महत्त्वं सूत्र तदनन्तरं नदी पौर्णमास्य अग्रहणीयभ्यः तदनन्तरं जयः गिरीश्च सेनकस्य बहु तावत् इत्युक्ते हा समीचीनम् इत्युक्ते अत्र अव्ययीभावसमासस्य विषये ये ये समासान्तप्रत्ययाः सन्ति इति महोदयेन इदानीं पठितम्। एवमेव तत्र तत्पुरुषसमासे के के प्रत्ययाः भवन्ति इति पूर्वम् उक्तमस्ति, तत्र 86 इति सूत्रमस्ति। ततः आरभ्य तत्पुरुषसमासे के के प्रत्ययाः इति उक्तं, तस्मात् पूर्वं सर्वसमासेषु के के प्रत्ययाः भवन्ति इति उक्तं। तदनन्तरम् अग्रिमपृष्ठे 100 इति पृष्ठे बहुव्रीहिसमासे के के समासान्तप्रत्ययाः भवन्ति इति उक्तमस्ति। इत्युक्ते तत्र बहूनि बहूनि सूत्राणि सन्ति समासान्तप्रत्ययाः इत्यस्मिन् विषये बहूनि सूत्राणि सन्ति। अस्तु, तदनन्तरं षष्ठाध्याये प्रथमपादे द्वित्वप्रकरणम् इति अस्ति। द्वित्वप्रकरणं सुमन् भगिनी वदतु, प्रथमं सूत्रं किम्? क्षम्यतां भगिनि, षष्ठादे प्रथमपादे। ओ अस्तु, धन्यवादः। एकाच द्वे प्रथमस्य, वयं तु पठितवन्तः खलु एतत् विवरणं मास्तु, अग्रे सूत्रं पठतु। द्वितीय अस्ति अजादे अजादेर् द्वितीयस्य क्षम्यता न नन्द्रा संयोगादयः अनन्तरं पूर्वोभ्यासः उभे अभ्यस्तं किञ्चित् लघु अस्ति, क्लेशः भवति। अस्तु अस्तु, चिन्ता मास्तु भगिनि, चिन्ता मास्तु, अत्र चिन्ता नास्ति। गीताञ्जलि भगिनि पठतु। उभे अभ्यस्तं तदनन्तरं जक्षि त्यादयः षट् तदनन्तरं तुजादीनां दीर्घोभ्यास्य तदनन्तरं लिटि धातो रनभ्यासस्य तदनन्तरं संज्ञयोः लौ चङि दाश्वान् सा वान् मीड्वांश्च इति सर्वाणि तत्र द्वित्वप्रकरणम् इत्युक्ते द्वित्वसम्बन्ध सर्वाणि सूत्राणि अत्र एव सन्ति। समीचीनं, ततः अग्रे पश्यामः चेत् सम्प्रसारणप्रकरणम् इति अस्ति। सम्प्रसारणप्रकरणे संस्कृतभाषायां यत्र यत्र सम्प्रसारणं भवति इति अत्र उक्तमस्ति। कुत्र कुत्र सम्प्रसारणं, केषां धातूनां सम्प्रसारणं इति अत्र विवरणमस्ति सम्प्रसारणप्रकरणे। तदनन्तरं पश्यति चेत् अत्वप्रकरणम् इति अस्ति, इत्युक्ते कुत्र कुत्र अत्वादेशः भवति इति उक्तम्। अत्वादेशः इत्युक्ते आकारादेशः, अकारादेशः कुत्र कुत्र भवति, अत्वप्रकरणम् इत्युक्ते अत्वादेशः भवति। उदाहरणार्थम् इदानीं वक्तुम् इच्छामः चेत् अत्र सर्वे एकारान्त एजन्तधातवः आर्धधातुकप्रक्रियायां यत्र आर्धधातुकप्रत्ययः विधीयते सर्वे एकारान्त एजन्तधातवः, एकारान्तः नास्ति एजन्तः इत्युक्ते ए ओ ऐ औ इत्येषां धातूनां यस्य धातोः अन्ते एच् वर्णः अस्ति तेषाम् अत्वं भवति। ग्लै इति धातुः अस्ति चेत् ग्लै इति धातुः अस्ति चेत् तस्य ऐकारस्य स्थाने अकारादेशः ग्ला इति भवति इति एवमेव सर्वत्र आर्धधातुकप्रक्रियायाम् अकारादेशः भवति। अस्तु, ततः अग्रे एवमेव तत्र अग्रे पश्यामः चेत् लोपप्रकरणम् अस्ति, कुत्र कुत्र लोपकार्यं भवति इति उक्तमस्ति अग्रिमपृष्ठे। तदनन्तरं संहिता इति अस्ति, संहिता अधिकारः अस्ति, तर्हि ततः आरभ्य सन्धिकार्याणि भवन्ति, वर्णनिमित्तिककार्याणि भवन्ति. तत्र स्वरसन्धिविषयः अपि अस्ति. अग्रे पश्यति चेत् छे च इति सूत्रम् आङ्माङ्गोश्च दीर्घात् पदान्तात्वा. तदनन्तरम् अच्सन्धिप्रकरणम् इति अस्ति. इकोयणचि एचोय वायावः. तदनन्तरं वान्तोयि प्रत्ययः इत्यादीनि सूत्राणि सन्ति तत्र. अग्रिमपृष्ठे आद्गुणः, वृद्धिरेचि, एते धत् युट्सु, आटश्च इति सूत्राणि सन्ति, सन्धिसूत्राणि सन्ति, स्वरसन्धिसूत्राणि सन्ति. इकोयणचि, एचोय वायवः, आद्गुणः, वृद्धिरेचि इत्यादीनि परिचितानि सूत्राणि. तदनन्तरम् एङ्गि पररूपम् ओमाङ्गोश्च उस्य पदान्तात् अतो गुणे इति. अत्र सर्वत्र पररूपसन्धिसम्बद्धसूत्राणि, पूर्वसवर्णदीर्घसन्धिसूत्राणि, सवर्णदीर्घसन्धिसूत्राणि, अकः सवर्णदीर्घसन्धिसूत्रम्, अकः सवर्णे दीर्घः इति सूत्रम्. तदनन्तरं तत्र प्रकृतिभावः, कुत्र कुत्र प्रकृतिभावः भवति इति इत्यर्थं तत्र बहूनि सूत्राणि सन्ति. सामान्यतया तत्र प्रमुखं सूत्रमस्ति प्लुतप्रगृह्य अचिनित्यम् इति 123 इति सूत्रमस्ति. तदेव तत्र मुख्यसूत्रमस्ति. परन्तु अन्यानि सूत्राणि अपि सन्ति, अत्र बहूनि सूत्राणि सन्ति प्लुतसम्बद्धसूत्राणि. तदनन्तरं तत्र अग्रे इतोपि कार्याणि सन्ति. तदनन्तरं तत्र षष्टाध्यायी द्वितीयपादे समासस्वरस्य विषये, समासे कीदृशस्वरः भवति इत्यस्मिन् विषये बहूनि बहूनि सूत्राणि सन्ति. अद्यत्वे एतेषां प्रयोगः केवलं तत्र वेदेषु एव दृश्यते, लोके कोऽपि न जानाति कथं तत्र उच्चारणीयम् इति, स्वरस्य उच्चारणं कथम् इति कोऽपि न जानाति, प्रायेण न जानाति. प्रायः पण्डिताः जानन्ति, परन्तु सामान्यजनानां तादृशज्ञानं नास्ति इति स्वरप्रकरणं, समासे स्वरप्रकरणं. तदनन्तरं 108 इति पृष्ठसङ्ख्या, तत्र उत्तरपदाधिकारः समासप्रकरणे उत्तरपदाधिकारः इत्यस्य महत्त्वमस्ति. उत्तरपदे परे पूर्वपदस्य किमपि परिवर्तनं भवति, तादृशसूत्राणि अत्र उत्तरपदाधिकारे भवन्ति. इत्युक्ते सम्पूर्णतया तदेव अस्ति अत्र उत्तरपदाधिकार. तदनन्तरम् अग्रे पेज् 110 इत्यत्र पश्यति चेत् षष्टाध्याये तृतीयपादे अलुक् प्रकरणम् इति अस्ति. कुत्रचित् समासस्य प्रसङ्गे पूर्वपदस्य विभक्तेः अलुक् भवति. अत्र सरलरीत्या पश्यामः चेत् युधिष्ठिरः इति शब्दः अस्ति. युधिष्ठिरः समासः अस्ति. युधिस्थिरः युधि इति सप्तम्यन्तं पदमस्ति, तस्य विभक्तेः अलुक् अस्ति, लुक् न भवति तत्र. तत् कथम् इति चेत् अलुक् प्रकरणे सूत्राणि सन्ति. तत्र कुत्र कुत्र पूर्वपदस्य अलुक् भवति, अथवा कुत्र कुत्र उत्तरपदे परे पूर्वपदस्य अनाङ्ग् इति आदेशः भवति, अथवा उत्तरपदे परे पूर्वपदस्य अन्यत् किमपि आत्वं, ह्रस्वत्वम् इत्यादीनि बहूनि बहूनि सूत्राणि सन्ति अत्र. अस्तु इति तत्र तृतीयपद अध्यायः. तदनन्तरं तत्र अग्रे पश्यामः चेत् तत् चतुर्थ अध्याये 114 पेज् पृष्ठसङ्ख्या, ततः आरभ्य तत्र अङ्गस्य इत्यस्य अधिकारः अस्ति. तत्र चतुर्थ अध्याये किम् अस्ति इति अग्रिमसप्ताहे पश्यामः. षष्टाध्यायस्य चतुर्थपादे ततः आरभ्य अन्तपर्यन्तं किम् अस्ति इति शीघ्रं द्रष्टुं शक्नुमः. तत्र एव अङ्गस्य इत्यस्य अधिकारः अस्ति. ततः आरभ्य अङ्गकार्याणि भवन्ति. अङ्गकार्याणि इत्युक्ते प्रत्यये परे अङ्गे किमपि कार्यम् इति अर्थः. अस्तु, कोऽपि प्रश्नः वा? नो चेत् अत्र स्थगयामः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः.